सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तिङ् प्रत्ययानां सिद्धिः इति विषयः प्रवर्तमानः अस्ति। एतावता अस्माभिः लट् लकारस्य विषये अधीतं, लोट् लकारस्य विषये चिन्तनं प्रवर्तमानम् अस्ति। तत्र गतवर्गे कानिचन सूत्राणि अधीतानि, तर्हि इदानीं किञ्चित् एतावता यद् अधीतं तस्मिन् विषये किञ्चित् पश्यामः, पुनस्मरणं कुर्मः। तर्हि लटि इत्यस्य तत्र कोऽपि वक्तुमिच्छति वा? सिद्धप्रत्ययः कथं भवन्ति, सूत्राणि कानि इति तत्र पूर्णेन्दुमहोदय वदति वा? लटि तत्र सिद्धप्रत्ययः के इति प्रश्नः वा? सिद्धप्रत्ययः कथं निष्पन्नाः? तत्र मूलप्रत्ययः तु तिप्तस्थि तिप्तस्थ निप्तस् मस्। लटि तत्र तिप् इत्यस्मिन् केवलं तत्र हलन्तमिति सूत्रेण पकारस्य इत्संज्ञा भूत्वा लोपः भवति, अनन्तरं ति इति सिद्धप्रत्ययः निष्पद्यते। तासित्यतः तत्र सकारस्य नाविभक्तौ तु स्मः इत्यनेन इत्संज्ञा न भवति। अनन्तरं तत्र ससजुसोरुः अपि च खरवसानायर्विसोर्जनीयः सूत्राभ्यां तत्र सकारस्थाने विसर्गः आयाति, सिद्धरूपं स्तः इति निष्पद्यते। अनन्तरं झि इत्यतः तत्र झ्वन्तः इति सूत्रेण झकारस्य स्थाने अन्त आदेशः भूत्वा अन्ति इति अन्तिमरूपं निष्पद्यते। सिप्तः तत्र पकारस्य संज्ञा भूत्वा सि इति सिद्धप्रत्ययः निष्पद्यते। थस्थः तस्वत् थस्थः तः अपि सकारसैत्संज्ञा न भवति। अनन्तरं ससजुसुरुः करवसानायर्विसर्जनीयः सूत्राभ्यां सकारस्य स्थाने विसर्ग आयाति, थः इति सिद्धप्रत्ययः निष्पद्यते। थ इति तु तत्र कोऽपि अनुबन्धवर्णः नास्ति, अतः थ इति एव सिद्धप्रत्ययरूपेण तिष्ठति। मित् इत्यतः पकारस्य इत्संज्ञा भूत्वा मि इति अन्तिमरूपं निष्पद्यते। बस् इत्यतः बह इति भवति, समानानि सोपानानि तत्र ससजुसोरुः अपि च करवसानयोर्विसर्जनीयः सूत्राभ्यां विसर्गादेशः भूत्वा बह इति अन्तिमरूपं निष्पद्यते। मस् इत्यतः अपि तादृशम् एव, अन्तिमरूपं मह इति निष्पद्यते। अतः पीतः अन्ति सिद्धः थ मि वः मः, एते लटि सिद्धप्रत्ययाः। बहु समीचीनम् इति एवमस्ति। तर्हि तत्र वस् मस् इत्यत्र सकारस्य लोपः नित्यं मितः इत्यनेन भवितुमर्हति वा? लटि तु न भवति भगिनि, लोटि भवति। किमर्थं लटि न भवति? लट् टित् प्रत्ययः नित्यं नितः इति सूत्रं नित्सु लकारेषु कार्यं करोति इति नित्यं नितः इति तु चित्सु नास्ति, परन्तु नित्सु एव इति कृत्वा लटि तस्य कार्यं नास्ति, लोटि अपि तस्य कार्यं न स्यात्। परन्तु लोटि तस्य कार्यं कथं भवति? लोटो लङ्बत् इति सूत्रेण लोट् उपरि नित्वम् आरोप्यते, अतः लोटि तत्र नित्वस्य कार्यं भवति। तर्हि तत्र लोट् लकारे नित् सत्यमाश्रित्य कतिचन कार्याणि भवन्ति। किमर्थं भवन्ति इति चेत् लोटो लङ्वत् इति सूत्रं, लोट् लकारः लङ्वत् भवति इत्युक्ते लङ् लकारे यानि कार्याणि भवितुमर्हन्ति तादृशकार्याणि लोटि अपि भवन्ति, परन्तु सर्वाणि नास्ति, सर्वाणि कार्याणि नास्ति, न सन्ति। केवलं यत्र यत्र रूपसिद्ध्यर्थम् आवश्यकं भवति केवलं तादृशकार्याणि एव, यथा नित्यं नितः तस्थसमीपां तान्तन्तामः। नित्यं नितः इत्यनेन उत्तमपुरुषे सकारस्य वस्मस् इत्यत्र सकारस्य लोपः भवति। भस्मस् इत्यत्र सकारस्य लोपः भवति, तस्य समीपं तान्तं तामः इत्यनेन नित्सु लकारेषु तत्र तस् थस् थ मिप् इत्यत्र ताम् तं तम् इत्येते आदेशाः क्रमेण भवन्ति इति दृष्टम्। इतश्च अपि च सुजभ्यस्य विधिभ्यश्च, इतश्च इति सूत्रेण नित्सुलकारेषु तत्र परस्मैपदं ह्रस्वैकारस्य लोपः भवति, यद्यपि इदं नित्सुलकारेषु कार्यमस्ति इतश्च इत्यस्य, तथापि लोटितस्य कार्यं नास्ति, लोटितस्य कार्यं नास्ति, इतश्च इत्यस्य कार्यं नास्ति। किमर्थं नास्ति इति चेत् तत्र एरुः इति सूत्रेण बाधितमस्ति। इतश्च इत्यस्य यद्यपि नित्सु कार्यमस्ति, लोट्लकारः लङ्वत् अस्ति इति कृत्वा इतश्च इति कार्यं लोटि अपि स्यात्, परन्तु इतश्च इति सूत्रम् एरुः इति सूत्रेण बाधितमस्ति। एरुः इति सूत्रं किं वदति इति चेत् तत्र ई स्थाने उ आदेशः, तर्हि लटि ति इति अस्ति चेत् तु इति भवति, तर्हि इतश्च इत्यस्य कार्यं लोटि नास्ति। एवमेव सिजप्यस्य विधिभ्यश्च इति सूत्रस्य कार्यम्, अपि च लटः लङ्घः शाकटायनस्येव इति सूत्रद्वयमस्ति, अनयोः कार्यम् अपि लोटि नास्ति। तदर्थं तत्र चर्चा अस्ति, परन्तु तत्र कार्यं भवति चेत् इष्टरूपसिद्धिः न भवति इति कृत्वा अनयोः कार्यं नास्ति, आहत्य केवलं सूत्रद्वयमेव कार्यं करोति लोटि। नित्यं नितः तस्य समीपं तान्तं तमः, तत्र नित्वम् आश्रित्य सूत्रद्वयं, नित्यं नितः तस्य समीपं तान्तं तामः इति सूत्रद्वयं कार्यं करोति, तदपि तस्य समीपं तान्तं तामः इत्यत्र अम् इत्यत्र तु कार्यं बाधितमस्ति मेर्नि इति सूत्रेण। उत्तमपुरुषे अम् उत्तमपुरुषे तत्र मिप् इति प्रत्ययस्य स्थाने तस्य समीपं तान्तं तामः इत्यनेन अमादेशः भवितुम् अर्हति, परन्तु तद् बाधितमस्ति मेर्निः इति सूत्रेण, मेर्निः इति सूत्रेण नी स्थाने नी आदेशः भवति, तर्हि तत्र मेर्निः इति विशिष्टसूत्रमस्ति, केवलम् उत्तमपुरुषे एकवचने नी इति श्रूयते। अस्तु, इति तावत् अधीतं। तत्र गतवर्गे तत्र मेर्निः इति सूत्रमपि परिशीलितं, तत्र लोटः लस्य मेहे निः इति परिशीलितं, तदनन्तरम् आडुत्तमस्य पिच्छ इति अपि परिशीलितं खलु गतवर्गे, आडुत्तमस्य पिच्छ। तर्हि तत्र आडुत्तमस्य पिच्छ इति सूत्रं किं वदति अत्र, उमा भगिनी वदतु। आडुत्तमस्य पिच्छ इति सूत्रमस्ति तृतीयाध्याये चतुर्थपादे, लोट् लकारे उत्तमपुरुषः प्रथम आनियागम उत्तमपुरुष प्रति अकारः आद्यन्त उत्तक्षितौ इत्यनेन आटः इति आडुत्तमस्य पिच्च इति सूत्रे आटः आट् आगमः आगच्छति, लोटो लङ्बत् इति सूत्रेण लोटः अत्र लस्य इति स्थाने आट् आगच्छति, तस्य स्थाने आगच्छति आट् कस्य स्थाने आगच्छति, लस्य इति लोट् लोट् उत्तमपुरुषस्य स्थाने किम् आगच्छति, लस्य स्थाने किम् आगच्छति, लस्य स्थाने लोटः लकारः अत्र लोट् अस्ति न तस्मात् सत्यं ल इति अवशिष्यते, तस्य स्थाने किम् आयाति, लोट् लकारस्य प्रत्ययः आगमः आदेशः आगच्छति, कः कः सः आदेशः उत्तमपुरुषस्य कृते उत्तमस्य पिच्छ इति सूत्रेण आट् आगमः आट् सारि आट् आदेशः आगच्छति. एकक्षणम् एकक्षणम् एकक्षणम् अत्र एकं स्पष्टतया स्मर्तव्यम्. आगमः भिन्नः आदेशः भिन्नः आगमादेशः भवति इति न वक्तुं शक्यते. ओके ओके ओके आगमः न आदेशः भवति अत्र अत्र आगमः वा आदेशः वा इति आदेशः न आदेशः वा आदेशः आदेशः इति सामान्यतया वयम् अवगच्छामः परन्तु तत्र आगमः अस्ति वा इति कथं जानीमः. आगमः इति चेत् तत्र कुयि तत्र स्थाने कुयि अक्षरं न अपगच्छति अडिशनलि आगच्छति आगमः इति चेत् आदेशः सूत्रेषु सूत्रेषु कथं जानीमः आगमः वा आदेशः वा इति आदुत्तमस्य पिच्छः इति चेत् टित् अस्ति अतः लक्ष्मीभगिनी वदतु. टित् अस्ति आट् इति टित् अस्ति टकारस्य इत् अस्ति अतः आगमः आगमस्य सूचकः टित् कित् मित् एते भवन्ति चेत् आगमस्य सूचकाः इति. पश्यति वा भगिनी उमा भगिनी टित् अस्ति खलु टित् अस्ति इति कृत्वा आगमः इति वयम् अवगन्तुं शक्नुमः अतः आदेशः नास्ति. तर्हि इदानीं षष्ट्यन्तस्य कस्य आगमः उत्तमस्य पिच्छ आगमः आगच्छति कस्य आगमः कस्य आगमः कस्य उत्तमपुरुषे उत्तमस्य उत्तमस्य उत्तमस्य आगमः. तर्हि लोटः लस्य लस्य स्थाने तत्र लस्य इत्युक्ते तत्र लस्य स्थाने इत्यर्थः लस्य लस्य स्थाने यः उत्तमपुरुषस्य प्रत्ययः अस्ति तस्य अट् आगमः भवति खलु. उत्तमस्य अट् आगमः उत्तमस्य इत्यनेन उत्तमपुरुषे ये प्रत्ययाः सन्ति तेषां ग्रहणं तेषाम् उत्तमः इति नाम खलु. उत्तमपुरुषे तत्र मूलप्रत्ययः के इति आगच्छति तकारः सारि आगच्छति. एकक्षणम् एकक्षणम् एकक्षणं तत्र मिप् स्थानेन आगच्छति खलु. आगमः इति मित्रवत् भवति खलु. मित्रवत् भवति चेत् कथं भवति अडिशनलि आगच्छति. तर्हि कस्यचित् स्थाने नास्ति मिप् स्थाने नास्ति मिप् इति प्रत्ययस्य आगमः. तर्हि कुत्र आयाति आगमः उत्तमपुरुषे एकवचने कुत्र आयाति तत्र कुत्र मिप् इत्यस्य कुत्र आयाति मिप् आदौ आयाति वा अन्ते आयाति वा मध्ये आयाति आद्यन्तौ तचितवती सूत्रेण आद्यमेव आगच्छति. तर्हि आ इति आट् इत्यत्र टकारस्य इत्संज्ञा आ इति अवशिष्यते आ इति प्रत्ययस्य आदौ आयाति खलु. तर्हि इदानीं तत्र सर्वत्र आयाति उत्तमपुरुषे सर्वत्र आयाति आनि आव आव इति सूत्रेण उत्तमपुरुषे आगच्छति आदेशरूपेण. सत्यम् अतः एव आनि आव आम इति सिद्धप्रत्ययः भवन्ति तत्र वस्मस् इत्यत्र सकारस्य लोपः भवति केन सूत्रेण आम, इट् इस् नाट् हलन्त्यम् ऐ डोण्ट् रिमेम्बर् किमर्थं हलन्त्यम् इत्यस्य नास्ति किमर्थं हलन्त्यम् इत्यनेन नास्ति तुष्माः न तुष्माः विभक्ति विभक्तिः न तस्माः सो इति सूत्रेण सकारः न हलन्त्यम् इति सूत्रेण अपगच्छति किन्तु सूत्रं न जानामि हा इदानीमेव उक्तं खलु नित्यं नितः नित्यं नितः इति सूत्रेण नित्सुलकारेषु उत्तमपुरुषस्य सकारस्य लोपः भवति नित्यं नितः इति सूत्रेण अस्तु इदानीम् आडुत्तमस्य पिच्च इत्यस्य अपि अन्यत् अपि कार्यमस्ति अन्यत् कार्यं किम् अस्ति अत्र सूर्यकुमारी भगिनी वदतु पित्वम् अभिरोहति समीचीनं पित्वम् अध्यारोप्यते अत्र उत्तमपुरुषप्रत्ययस्य पित्वमपि अध्यारोप्यते मिप् इति प्रत्ययः यद्यपि पित् अस्ति तत्र प्रयोजनं नास्ति परन्तु वस्मस् इति प्रत्ययद्वयं पित् नास्ति खलु अपित् अस्ति खलु भगिनि अपित् अस्ति इति कृत्वा तत्र प्रयोजनं दृश्यते अस्तु तर्हि आडुत्तमस्य पिच्च इत्यस्य कार्यद्वयमस्ति एकं तु आट् आगमः अन्यत् तु पित्वम् अतिदेशः पित्वस्य अतिदेशः इति कार्यद्वयमस्ति तत्सूत्रमपि अधीतं तत्पश्चात् नित्यं नितः नित्यं नितः इति सूत्रं तत्र नित्यं नितः इति सूत्रं किं वदति अत्र विनयमहोदय वदतु आं भगिनि नित्यं नितः सूत्र यतः नित् लकार भवति केवलं तत्र भवति यतः नित् लकार भवति तत्र सकार सकारलोपः भवति परन्तु केवलं यत् नित् लकाराः भवन्ति यतः लोटः लङ्वत् तर्हि लोट अन्तर्भूता अपि नित् भवति कुत्र सकारः अत्र अत्र सकार अत्र सकार मूल प्रत्ययः सम्बन्धे नास्ति यथा मूलप्रकृतिप्रत्ययः तत्र मिप् वस् वस् अस्ति तत्र अत्र अत्र मूलप्रत्ययः वस् नास्ति परन्तु अत्र मूलप्रत्ययः वस् अस्ति मस् अस्ति परन्तु तत्र सकारः अन्य प्रकृतिः अस्ति अत्र अत्र प्रकृति आधारेण अत्र अपि लोट्लकारे वस् प्रकृति अस्ति तत्र एव व आयाति अपि च म आयाति लोट्लकारे परन्तु किमर्थं व आयाति म आयाति इति वदति मूलप्रत्ययः वस्मस् खलु प्रकृतिप्रत्ययः वस् मस् अस्ति परन्तु तत्र नित्यं नित्यं नित्यं नितः इत्यस्य कार्यं किम् नित्यं कार्यं स्पष्टतया अहं न जानामि केवलं जानामि लोटो लङ् वत् लङ् सम्बन्धे अस्ति अनुवृत्तिसहितसूत्रं पठतु एकवचनम् अहं केवलं पश्यामः एक ओके नित्यं नितः टु रीट् कुत्र अस्ति फलन्तं न अभवत् तस्मा अस्ति नास्ति तर्हि नित्यं नितः अत्र अस्ति नित्यं नितः नितः लकारस्य सकारान्त उत्तमपुरुषपत्यस्य अन्त्यसकार लोपः भवति अन्त्यसकारलोपः भवति परन्तु कोऽपि अन्य व्याख्या अहं न पश्यामि अत्र नित्यं नितः खलु अग्रे अस्ति अग्रे आडुतमस्य अग्रे धन्यवादः इदानीम् अहं पठामि नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकार लोपः भवति अन्त्यसकार येन विधि तदन्तस्य इत्यनेन तादृशः उत्तमपुरुषः प्रत्ययः यस्य अन्ते सकारः स्यात् अलवन्तस्य अल अर्थ वर्ण अलवन्तस्य तदेन अन्तस्य सकारस्य एव लोभः भवति न तु पूर्णतया न तु पूर्णतया प्रत्ययस्य लोपः न भवति पूर्णतया प्रत्ययः अस्ति वस् अस्ति नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ठ्यन्तं द्विपदम् इदं सूत्रं स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इतश्च लोपापरस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकार अनुवृत्तिसूत्रम् अस्ति नितः लस्य सः उत्तमस्य नित्यं लोपः नितः लस्य अतः यत्र नित् अस्ति तस्य लकार अस्य सः उत्तमस्य नित्यं लोपः सः अर्थः षष्ठी भवति सः उत्तमस्य नित्यं लोपः अतः उत्तमस्य केवलं मतलब् लोटकारसम्बन्धि उत्तमपुरुषसम्बन्धे वदामः परन्तु अत्र पूर्णतया प्रत्ययः लोपः न भवति केवलं अल् यत्र अन्त अल् अस्ति अन्तवर्णः स अस्ति तत्र एव लोपः भवति अतः यत्र वस् अस्ति तर्हि स हलन्त लोपः भवति अग्रे अहं न जानामि अत्र वस्तुतः वस्मस् इत्यत्र अत्र सूत्रे उत्तमस्य इत्यस्य उत्तमस्य इत्यस्य अनुवृत्तिः अस्ति खलु उत्तमस्य तर्हि उत्तमस्य सकारस्य इति उक्तत्वात् वस्मस् इत्यत्र अन्ते एव अस्ति अतः अलोन्त्यस्य इति न स्वीकुर्मः चेदपि वयम् अवगन्तुं शक्नुमः उत्तमस्य सकारस्य इत्युक्ते अन्ते यः सकारः एव यतोहि एकः एव सकारः अस्ति सः अन्ते अस्ति तस्य लोपः तस्य लोपः नाभिवक्तु तस्मात् कोऽपि सम्बन्धः नास्ति अत्र नित्यं नितः अन्तर्भूतः अलन्तस्य स हलन्तस्य लोपः भवति तर्हि अनुवृत्तिसहितसूत्रमस्ति नितः लस्य सः उत्तमस्य नित्यं लोपः नितः इत्यनेन नितः लस्य इत्यनेन नित्सु लकारः तत्र नित्सु लकारेषु यत्र लकारस्य स्थाने तत्र उत्तमपुरुषस्य प्रत्ययाः ये भवन्ति तेषु सः स इति प्रत्ययः अस्ति चेत् तस्य नित्यं लोपः भवति तर्हि उत्तमपुरुषस्य वस्मस् इत्यनयोः सकारस्य लोपः भवति तत्रैव येन विधिः तदन्तस्य अत्र अत्र उत्तमस्य उत्तमस्य सः इति उक्तं खलु, उत्तमस्य सः, तर्हि उत्तमस्य सः इत्यनेन विशेषणविशेषभावः अस्ति खलु, उत्तमस्य सः इत्यनेन विशेषणविशेषभावः अस्ति इति कृत्वा तत्र येन विधि सदन्तस्य इति उक्तं. परन्तु तत्र इदानीम् एकः प्रश्नः अत्र कोऽपि वक्तुं शक्नोति, अत्र उत्तमस्य सः इति वदति चेत् येन विधिस्तदन्तस्य इति सूत्रस्य इति परिभाषासूत्रस्य सहायं विना अर्थबोधः जायते वा उत्तमस्य सः इत्यत्र? जायते खलु, जायते वा उत्तमस्य सः इति वदति चेत् तत्र कोऽपि दो कोऽपि क्लेशः अस्ति वा? अन्तस्य परिभाषासूत्रमस्ति खलु, किं निश्च इति परिभाषासूत्रमस्ति खलु, तत्र यदि अन्ते नकारः इत् सम्यकः भवति तर्हि सम्पूर्णस्य एकादेशः भवति इति किमपि अस्ति खलु? न, परन्तु अत्र अत्र पश्यतु निश्चय इति सूत्रस्य सम्बन्धः कः अत्र? नास्ति, अत्र तु लकारस्य एव ङकारः अन्ते, लङ् लिङ् इति खलु, केवलं सकारः प्रत्ययः भवति इत्यस्मिन् अर्थे भवति. कुत्र भवति इति चेत् कार्यं तु न भवति, किन्तु केवलं सूत्रपठनात् तादृशार्थः भवति, किन्तु वस् इति सकारान्तः अस्ति इति कृत्वा तस्य आवश्यकता अपि नास्ति इति चिन्तयामि. हा, वस्तुतः वस्मस् इति एव तत्र सर्वत्र निच्छुलकारेषु वस्मस् इत्येव प्रत्ययः अस्ति, अतः उत्तमस्य सः इति वदामः चेदपि वयम् अवगन्तुं शक्नुमः उत्तमस्य सः इत्यत्र सकारः एकः एव अस्ति, तस्य एव लोपः इति वयम् अवगन्तुं शक्नुमः. अतः अत्र केवलं येन विधिस्तदन्तस्य अलोन्त्यस्य इति केवलम् इतोपि स्पष्टीकरणार्थं तत्र प्रकटितमस्ति, परन्तु नास्ति चेदपि वयम् अवगन्तुं शक्नुमः उत्तमस्य सः नित्यं लोपः इति वदामः चेत् तादृशप्रत्ययः यत्र सकारः अस्ति उत्तमस्य सकारस्य लोपः इति अवगन्तुं शक्नुमः, क्लेशः नास्ति. लङ्लकारे तु क्लेशः नास्ति, लोट् लकारे अपि क्लेशः नास्ति, सर्वत्र मूलप्रत्ययः वस्मस् इत्येव अस्ति खलु निच्छुलकारेषु, अतः यत्र क्लेशः नास्ति. अस्तु, यत्किमपि भवति परन्तु अन्तिमसकारस्य लोपः. भगिनी, अपि च सः उत्तमस्य इति वदनेन अत्र परस्मैपदीप्रत्ययः इति अपि उल्लेखनमस्ति इति वक्तुं शक्नोति खलु? तत्र परस्मैपदी आत्मनेपदी इति किमपि न उक्तं खलु? न उक्तं, तथापि सः उत्तमस्य इति वदनेन उत्तमस्य वस्मस् इति प्रत्ययः केवलं परस्मैपदीप्रत्ययः एव, आत्मनेपदी तु न भवति, अतः तदपि अर्थः जायते वा? त आतां झ थास् आतां द्वम् इड् वहि महि, तर्हि उत्तमपुरुषस्य तत्र प्रत्ययः एव नास्ति, सकारान्तप्रत्ययः एव नास्ति, सकारः कुत्रापि नास्ति तत्र नास्ति, अतः नित्सु लस्य इति वदामः चेत् लस्य स्थाने उत्तमस्य कुत्र सकारः भवति? केवलं वस्मस् इत्यत्र एव, अतः तस्य एव ग्रहणम्. परस्मैपदी इति न उक्तं चेदपि वयम् अवगन्तुं शक्नुमः यत् लकारस्य स्थाने अष्टादशप्रत्ययाः भवन्ति, तेषु सकारः कुत्र कुत्र सम्भवति? तदेव वस्मस् इति केवलं परस्मैपदीप्रत्ययाः एव खलु? सत्यं, तत्रैव सम्भवति, तत्रैव सम्भवति, अतः तस्य एव ग्रहणं, तत्र इद्वहि महिङ् इत्यत्र सकारः एव नास्ति, यदि अत्र सूत्रे सकारः इति न उक्तं चेत् तदानीं तत्र भ्रमः भवितुमर्हति, कुत्र इति सम्पूर्णस्य लोपः वा इति भ्रमः भवितुमर्हति, उत्तमस्य लोपः वा वस्मस् इति सम्पूर्णस्य लोपः वा, नो चेत् वही महीं इत्यस्य लोपः वा इड् वही महि इत्यस्य लोपः इति प्रश्नः भवति, परन्तु तत्र सूत्रे सः इत्यस्य अनुवृत्तिः अस्ति खलु, स उत्तमस्य इत्यस्मात् सः इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा सः उत्तमस्य इति उक्तत्वात् वयम् अवगन्तुं शक्नुमः तत्र वस्मस् इत्येव. भगिनी, पित्वम् अपित्वम् आवश्यकं किम्? किं पित्वम् अपित्वं वा? सूत्रे पिच्छि अस्ति चेत् पिच्छ इति वा? आम्, सहेरे पिच्छ इति वा? प्रश्नः कः? सूत्रे अपि अपि पित् उक्तं खलु, आवश्यकं किम्? आवश्यकं किम् इति प्रश्नः, समीचीनम्। इदानीम् इदानीम् उदाहरणं स्वीकृत्य पश्यामः, आवश्यकं वा न वा इति पश्यामः। इदानीं सहर्य पिच्च इति सूत्रं दृष्ट्वा पश्यामः, नो चेत् आडुत्तमस्य पिच्च इत्येव सूत्रं स्वीकुर्मः। आडुत्तमस्य पिच्च इत्यत्र तादृशधातुः यत्र गुणः सम्भवति, यथा किं तत्र इदानीम् एकक्षणम् अहं पश्यामि तत्र धातुः तादृशधातुः अस्ति वा इति एकक्षणम्। इदानीं तत्र सूत्रम् एकवारं पठित्वा अनन्तरम् अहं वदामि। भगिनि धन्यवादः। शक्नुहि, इदानीं द्विष् इति धातुः अस्ति, द्विष्, द्विष् इति धातुः अदादिगणीयधातुः। अस्तु, इदानीं अत्र गोमती भगिनी आगच्छतु। गोमती भगिनी, द्विष् धातुः अदादिगणीयधातुः, तत्र द्विष् योगः आनि इति लोट्लकारस्य प्रत्ययः, यतोहि तत्र विकरणप्रत्ययः नास्ति खलु? नास्ति, अदादिगणीयविकरणप्रत्ययः नास्ति। हा, द्विष् योगः आनि इत्यत्र किं भवति? द्विष्व या विश्व? द्विष्, द, द, द, व, इ, षकारः, मूर्धन्यषकारः, द्विष्, द्विष्, द्विष् धातु अत्र हलन्त्यम् इति सूत्रेण तत्सर्वम् अवगत्वा लौकिकधातुः, लौकिकधातुः द्विष्, लौकिकधातु द्विष् अस्ति, द्विष्, अनन्तरम् आनि अस्ति न भगिनि? आनि, आनि, आनि इति द्विप् तस्य स्थाने आनि अस्ति, तत्र तस्य पित्वम् अस्ति, पित्वं भवति चेत् गुणस्य प्रसक्तिः अस्ति। अत्र आनि इति पित्वं तस्य आरोपितं भवति, अतः द्विष् इति धातोः अवसाने इक् वर्णः अस्ति चेत् गुणः सम्भवति, अथवा उभधायाम् इक् वर्णः, लघु इक् वर्णः अस्ति चेदपि गुणः, गुणकार्यं भवति। अत्र द्विष्, तत्र द्विष् वकारः, अत्र तु इगन्तं नास्ति, उभधायामपि इक् नास्ति, अतः किम् अर्थम् इक् नास्ति उभधायां? द्वि, द, व, इ, दकार वकार इकार, अस्तु, इकारः अस्ति तु उगन्धलघुपथस्य च इति सूत्रेण इकारस्य गुणः भवति, द्वेष इति भवति, द्वेषानि इति रूपं भवति। अत्र आनि इत्यस्य पित्वं न आरोपितं चेत् केवलं द्विषानि इति भवति। एवं वा? द्विष आनि नास्ति चेत्, पित्वं नास्ति चेत्, पित्वं तत्र न आरोपितं चेत् किं भवति मूलप्रत्ययः? मूलप्रत्ययः तु मिप् अस्ति, मिप् अस्ति, मिप् अस्ति, हा, तत्र पित्वम् अस्ति, परन्तु तत्र प्रयोजनं न दृश्यते, प्रयोजनं तत्र न दृश्यते, यतोहि मूलप्रत्यये अपि पित्वम् अस्ति, आनी इत्यत्र अपि पित्वम् अस्ति अध्यारोपितम्, अतः भेदः न दृश्यते. पित्वं न अध्यारोपितं चेदपि द्विषानि इत्येव रूपं. परन्तु इदानीं द्विष्योगः आव इत्यत्र किं भवति? द्विष्योगः आव, आव तु वस् इत्यस्य स्थाने तत्र आगच्छति. तस्य पित्वम् आरोपितम् अस्ति आट् उत्तमस्य च इति सूत्रेण पित्वम् अस्ति तत्र. अतः पित्वम् अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, भवति अपि द्विष तत्र उभधाया इकारः अस्ति, लघु इकारः अस्ति पुगन्धलघुपदस्य इति सूत्रेण तस्य गुणः भवति. पित्वं न आरोपितं चेत् गुणकार्यं न भवति, केवलं द्विषा वा इति एव रूपं भवति. न, पित्वं नास्ति चेत् किं भवति? द्विषा वा, द्विषा वा इति रूपमस्ति. एवमेव बहुवचने, बहुवचने अपि पित्वम् आरोपितम् अस्ति, अतः तत्र अपि पुगन्धलघुपदस्य च कार्यं करोति. पित्वं न भवति चेत् कार्यं न भवति. द्विषामा इति रूपं भवति पित्वं नास्ति चेत्. पित्वम् अस्ति चेत् इकारस्य एकारः भूत्वा द्वे श्याम इति भवति. सूर्यकुमारी भगिनी पश्यति वा इदानीम्? अवगच्छति वा? अवगतामि, धन्यवादः भगिनि. इत्युक्ते पित्वम् अत्र पित्वं न अध्यारोप्यते चेत् तत्र वस् मस् इति प्रत्ययः मूलप्रत्ययौ, तत्र मूलप्रत्ययौ नित् प्रत्ययौ खलु, नित् प्रत्ययौ अपित् अस्ति, अतः निद्वत् अस्ति, अतः तत्र गुणः एव न सम्भवति. अतः द्विष्योगः आव द्विषाव इति रूपं सिद्ध्यति, परन्तु तत्तु इष्टरूपं नास्ति. तत्र गुणः आवश्यकः, तदर्थम् अत्र पित्वम् अध्यारोप्यते. हा, इदानीम् आव इति वस् प्रत्ययस्य आव इति सिद्धरूपम्, आव इति प्रत्ययः पित् प्रत्ययः अस्ति इति कृत्वा पित्वम् अध्यारोपितम् इति कृत्वा तत्र गुणः सम्भवति. तादृशगुणसम्पादनार्थं पित्वम् अध्यारोप्यते. धन्यवादः भगिनी. अस्तु, इदानीं एवमेव तत्र सहर्यपिच्च इति सूत्रम् अग्रिमसूत्रमस्ति. सहर्यपिच्च इति सूत्रं तत्र कः, पमेला भगिनी पठति वा? आं भगिनि. सहर्यपिच्च लोट्लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति, सः च हि अपित् भवति. सेः षष्ठ्यान्तं हिः प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः लस्य सेः हि अपित् च. क्षम्यताम्, अहं प्रथमं षष्ठमबिन्दुः न पतितवती. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः, अपित्वम् आरोपितम् अस्तु. तत्र सेरपि च अत्रापि कार्यद्वयम् अस्ति. एकं तु हि आदेशः भवति, अपि च अपित्वम् अपि आरोपणं भवति. लोट्लकारस्य मध्यमपुरुषस्य प्रथम सिप् प्रत्ययस्य हि आदेशः भवति इति सूत्रस्य तात्पर्यम्. लोट्लकारस्य सेहरपि च तत्र सि एकमेव तत्र तत् तावदेव अवगन्तुं शक्नुमः वा, अथवा अन्यत् किमपि केवलम् एक एवं प्रत्य सिप् अस्ति खलु, तत् अस्य षष्ट्यन्तं किं सि इत्यस्य सेहे इति भवति. एकः एव प्रत्ययः अस्ति, सि इति प्रत्ययः एकः एव अस्ति इति कृत्वा तत्र मध्यमपुरुषः इति न उक्तं, तत्र सूत्रे कुत्रापि न उक्तं, तथापि वयम् अवगन्तुं शक्नुमः यत् अत्र सेः इति उक्तत्वात् तत्र मध्यमपुरुषस्य उल्लेखः अस्ति इति. हा, तर्हि लोटः लस्य लस्य लकारस्य स्थाने यः सि इति प्रत्ययः, तस्य स्थाने हि इति आदेशः भवति. अपित्वं च अध्यारोप्यते, अपित्वं च अध्यारोप्यते. इदानीं द्विष् इत्यत्र द्विष् लोट्लकारस्य मध्यमपुरुषस्य द्विष् योगः हि इति प्रत्ययः. इदानीं तत्र किं हि इति प्रत्ययः अस्ति, तत्र किं भवति, गुणः भवति वा न वा? हि प्रथमं तु सिप् अस्ति, तत् गुणकार्यं सम्भवति मूलप्रत्यये, किन्तु अद्य अधुना तु अपित्वं भूत्वा तत्र गुणकार्यं न सम्भवति. अतः एव द्विषि भवति, न द्विड्डि इति रूपमस्ति. द्विड्डि तत् कथं भवति इति चिन्ता मास्तु, परन्तु तत्र द्वि इति तत्र गुणः नास्ति इति वयं द्रष्टुं शक्नुमः. द्वि इत्यत्र गुणः नास्ति, तादृशगुणनिषेधं सम्पादनार्थं तत्र अपित्वम् अध्यारोप्यते. यदि तत्र अपित्वं नास्ति चेत् तत्र किं भवति? द्वे इति भवति. हा, द्वे इति अनिष्टरूपं भवति. तर्हि साधनार्थं तत्र पित्वम् अध्यारोप्यते इति वयम् अवगन्तुं शक्नुमः. एतादृशं सर्वत्र भवति, तदर्थं तत्र पित्वम् अपित्वम् अध्यारोप्यते, यतोहि तस्य प्रयोजनम् अस्ति. प्रयोजनं विना किमपि नास्ति व्याकरणे, प्रयोजनं विना किमपि नास्ति, अतः अपित्वम् इत्यस्य प्रयोजनम् अस्ति, तदर्थम् अपित्वम् अध्यारोप्यते. तर्हि लोटः लस्य सेः हि, लोट् लकारस्य सिप् इति प्रत्ययस्य स्थाने हि इति आदेशः भवति, अपि च अपित्वम् अपि अध्यारोप्यते. अन्य उदाहरणं भगिनि किं किं क्षम्यतां किं न अवगतं प्रश्नः कः? दुःख इति दातुं स्वीकरोतु तत्र, सर्वत्र तत्र हल्सन्धिकार्याणि भवन्ति, अतः नो चेत् किं तत्र दुःख इति दातुं स्वीकरोति चेत् अपि दुःयोगः हि, तत्र किं भवति दुःयोगः हि दुःयोगः तात् दुःयोगः तात् तत्र सन्धिकार्याणि भवन्ति, अतः वयं न पठितवन्तः, अतः प्रायः न जानीमः, तत्र बहूनि हल्सन्धिकार्याणि अस्ति. विद् भवति भगिनि, विद् दातु, विद् दातु, विद् धातुः तत्र कस्मिन् गणे अस्ति? अदादिगणे, अदादिगणे एव अस्ति खलु. अस्तु, विद् धातुः, अस्तु, विद् धातु समीचीनं. विद् धातुं स्वीकृत्य तत्र वदतु, विद्योगः हि किं भवति, तत्रापि सन्धिकार्यमस्ति. क्षमतां, तत्रापि सन्ति, अथवा विद्योगः तात्, विद्योगः तात्. न, तत्र तात् इत्यत्रापि अपित्वम् अस्ति, तात् इत्यपि अपि, परन्तु हि इत्यस्य विषये तत्रापि विद्योगः हि, विद्योगः हि इत्यत्र विद् इत्यत्र वि इत्यस्य गुणः उगन्तलघुपदस्य च इत्यनेन गुणः सम्भवति, यतोहि सिप् प्रत्ययः मूले पित् अस्ति, परन्तु यदानीं सेहर्यपिच्च इत्यनेन तत्र सि इति प्रत्ययस्य स्थाने हि इति आदेशः यदा भवति, तदानीं हि इति प्रत्ययः इदानीम् अपित् अपि अस्ति, अपित्वम् अध्यारोप्यते. अतः विद्योगः हि, तत्र विद्धि इति रूपं, न तु वेद्धि, वेद्धि इति रूपं नास्ति, विद्धि, तत्र सन्धिकार्याणि अस्ति. विद्योगः हि कुजल्भ्यो हेर्धि इति सूत्रेण तत्र हकारस्य स्थाने महाप्राणधकारः, अतः विद्धि. परन्तु प्रयोजनं तु अवगच्छामः खलु, इत्यस्य प्रयोजनम् अवगच्छामः खलु. अस्तु, समीचीनम्. अत्र सूत्रस्य विषये प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छेम. इदानीम् अतो हे हे इति सूत्रं, अरविन्द गां दोग्धि पय इति कुत्रापि पठितवती मया अहं दोग्धि तत्र तु अपित् भवति चेत् दुह् धातु कथं दो इति अभवत् न तत्र दोग्धि इति लटि न लटि अस्ति रूपम् ओ लट् लकारे अस्तु अस्तु अस्तु आम् अस्तु अतो हेः इति सूत्रमस्ति अत्र अनुवृत्ति ह्रस्व अकारात् अङ्कात् परस्य ही इत्यस्य लुक् भवति लोपः भवति अतः पञ्चम्यन्तं हे षष्ट्यन्तं त्रिपदमिदं सूत्रं चिनो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्ति अङ्गस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन अनुवृत्तिसहितसूत्रं भवति अतः अङ्गात् हे हे लुक् सूत्रं वदति पूर्वशेरे पिच्च इति सूत्रेण यत्र हि विदितमस्ति तस्य पूर्व अङ्गात् अकारान्तमस्ति अतः इति कृत्वा अत् तपरकरणं कृत्वा अत् इति ह्रस्व अकारमस्ति चेत् हे हे लुक् भवति इति कृत्वा हि इति विदितमपि चेदपि तस्य लोपो भवति इति कृत्वा तत्र कुत्रापि वर्णं न दृश्यते अङ्गात् पदं भवति अङ्गात् यत् रूपमस्ति प्रत्ययं विधानं भूत्वा लोपं भवति इति कृत्वा अङ्ग यत् अङ्गरूपेण दृश्यते तदेव पदरूपेण सुप्तिङ्गन्धपदमिति सूत्रेण पदसंज्ञा अपि भवति तर्हि इदं सूत्रम् अदन्त अङ्गस्य कृते खलु अदन्त अतः अङ्गात् अनयोः कीदृशसम्बन्धः अतः अङ्गात् इति विशेषविशेषमस्ति अङ्गात् इत्युक्ते अतः अङ्गात् ह्रस्व ह्रस्व अकार अङ्गस्य परं हि अस्ति चेत् तस्य लुक् भवति अतः अङ्गात् इति विशेषणविशेषभावः अस्ति तर्हि तस्य अन्वयः कथम् अतः इत्युक्ते कः अतः इति अतः धातो अतः इति तत्र तत्र प्रातिपदिकं किम् अतः इत्यस्य अतः इत्यस्य अत् अत् इति अतपरकरणं कृत्वा अत् इति अङ्गात् इत्युक्तत्वात् तत्र येन विधिस्तदन्तस्य इति अकार अन्त इति अङ्गात् इति तस्य अर्थं ग्रहणं भवति येन विधिस्तदन्तस्य इत्यनेन तादृश अङ्गं यस्य अन्ते अकारः अस्ति तस्य अन्ते ह्रस्व अङ्गात् परं तस्य लुक् भवति अत्र पञ्चम्यन्तम् अस्ति इति कृत्वा परकार्यम् इति वयम् अवगन्तुं शक्नुमः इत्यस्य लुक् भवति तत्र लुक् इत्युक्ते लोपः लोपः इत्यस्य एव एका संज्ञा अस्ति खलु तत्र तत्र संज्ञासूत्रं जानीमः वा अदर्शनं अदर्शनं लोपः इति एकमस्ति अन्यत् तस्य लोपः तत्र प्रत्ययस्य श्लू लुक् लुपः तर्हि लोपः इत्यस्य एव कुत्रचित् श्लू इत्यनेन लोपः भवति कुत्रचित् लुक् इत्यनेन भवति कुत्रचित् श्लू लुक् लुपः लुप् इत्यनेन लोपः भवति अत्र तु लुक् इत्यनेन लोपः भवति किमर्थं लुक् इत्यनेन लोपः भवति इति चेत् तत्र हि इति प्रत्ययस्य यदा लोपः यदा तत्र लुक् इत्यनेन लोपः भवति तदानीं तत्र हि प्रत्ययं तत्र तत्र तत्र प्रत्ययं प्रत्ययमाश्रित्य किमपि कार्यं नास्ति सामान्यतया वयं किं वदामः प्रत्ययस्य लोपः भवति वयं तदानीं किं वदामः वयं प्रत्ययः लुप्ते सत्यपि तस्य लक्षणं तिष्ठति इति वदामः खलु प्रधानलोपे प्रत्ययलक्षणं कि इति प्रत्ययस्य लोपः जातः चेदपि तत्र लक्षणं तिष्ठति इति कृत्वा लक्षणमाश्रित्य तत्र कानिचन कार्याणि अङ्गकार्याणि भवितुमर्हन्ति अङ्गकार्याणि भवितुमर्हन्ति परन्तु यदा प्रत्ययस्य लुक् भवति लुक् इति शब्देन यत्र प्रत्ययस्य लोपः भवति तत्र लू इति शब्दः यत्र भवति तत्र लुक् श्लू लुप् सर्वत्र लू अस्ति खलु लू इति शब्देन यत्र लोपः भवति तदानीं तत्र अङ्गकार्याणि न भवन्ति प्रत्ययलोपे प्रत्ययलक्षणं न भवति इत्यर्थः प्रत्ययलोपे प्रत्ययलक्षणम् इति आधारीकृत्य अङ्गकार्याणि न भवन्ति इति अर्थः अस्तु केवलं केवलं श्लू आर् लुक् उभयत्र भवति वा अन्य लूपि अस्ति वा श्लू लुक् लुपः लुप् लुपः लुप् तद्विदेषु लुपः इति भवति तद्विदेषु प्रत्ययस्य लुपः भवति लुप् भवति अस्तु तर्हि इदानीम् अतो हेः इति सूत्रं स्पष्टमिति मन्ये प्रश्नः अस्ति वा तत्र केवलं ह्रस्वकारान्तमङ्गं कुत्र भवति ह्रस्वकारान्तमङ्गम् अत्र विजयलक्ष्मीभगिनी वदतु कुत्र कुत्र ह्रस्वकारान्तमङ्गं चतुर्षु लकारेषु भवति लट् लकारे न चतुर्षु गणेषु भवति भ्वादिगणे दिवादिगणे तुदादिगणे अनन्तरं चुरादिगणे अनन्तम् अङ्गं भवति तर्हि भ्वादिगणे दिवादिगणे चुरादिगणे अनन्तरं तुदादिगणे एतेषु लकारेषु एव तत्र लोट् लकारे हि प्रत्ययस्य लोपः भवति हि प्रत्ययः नास्ति तत्र प्रत्ययः एव नास्ति अतः एव पटयोगः हि इत्यस्य हि इत्यस्य अतो हे हे इत्यनेन लुक् भवति इति कृत्वा पट इति रूपं वद त्वं वद त्वं पट तत्र तत्र पटहि इति रूपं नास्ति पटहि इति रूपं नास्ति पट इति रूपं यतोहि अदन्तमङ्गमस्ति इति कृत्वा हि इत्यस्य लोपः भवति सर्वत्र यद्यपि तत्र सूत्रे लुक् इति उक्तं सामान्यतया वयं लोपः इति एव वदामः लोपः इति वदामः चेत् तत्र लुक् इत्यस्य अपि ग्रहणम् इति कृत्वा सामान्यरीत्या लोपः इति वदामः परन्तु विशेषतया पश्यामः चेत् तत्र लुक् इत्यनेन लोपः अस्तु अग्रे गच्छेम इदानीं तर्हि भवती एव पठतु भगिनि अग्रे विजयलक्ष्मी भगिनि आं पठामि अतो हे हे इति अभवत् खलु अभवत् अत्र केवलम् एकं वक्तव्यम् अतो हे हे इति केवलं चतुर्षु गणेषु एव भवति अपरेषु गणेषु नास्ति अपरेषु गणेषु अङ्गम् अदन्तं नास्ति इति कृत्वा तत्र कुत्रापि हि प्रत्ययस्य लोपः न भवति अतः एव इदानीं द्विड्ढि इति यद्रूपं द्विष् धातोः उक्तं तत्र हि इति अस्ति तिष्ठति हि तिष्ठति विद्धि तत्र हि तिष्ठति तत्र हि इत्यस्य लोपः नास्ति यतोहि विद् इति तत्र अदन्तं नास्ति अङ्गम् अस्तु भगिनि अग्रे लोटि नवसु सिद्धतिङ् प्रत्ययेषु एतदपि अभवत् अनन्तरम् अष्टमः बिन्दुः खलु सित् सित् इत्यनयोः स्थाने विकल्पेन तात् आदेशः तुह्योस्तात् तातङ्गां शिष्यन्यतरस्यां तु हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे नमो ह्रस्वादचि नमुन्नित्यम् इत्यनेन प्रकृतसूत्रे तातङ् इति पदात् मुट् आगमः तुश्च हिश्च तयोर् इतरेतरद्वन्द्वः तुहि तयोः तुह्योः तुह्योः षष्ट्यन्तं तातं प्रथमान्तम् आशिषि सप्तम्यन्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य तुह्योः तातं आशिषि अन्यतरस्याम्। अन्यतरस्याम् इत्युक्ते रूपद्वयम् अपि साधु इति वा भगिनि वा इति वा विकल्प अन्यतरस्याम् इत्युक्ते विकल्पेन अत्र व्याकरणे अन्यतरस्यां वा विकल्पेन विभाषा एतानि सर्वाणि पर्यायपदानि। अत्र तु हि सूत्रे तुह्योः अत्र तु हि इति अनयोः तुह्योः इति इतरेतर द्वन्द्वसमासः कृत्वा तुह्योः षष्ट्यन्तम् अनन्तरं तुह्योः तातं तातं इति प्रथमान्तम् अनन्तरं तातं ङ तत्र सन्धि भूत्वा ङमो ह्रस्वात् अचि नमुन् नित्यम् इति सूत्रेण ङकारस्य ङ आगमः नुट् आगमः भूत्वा आशिषि इत्यस्य ङाशिषि इति रूपं सन्धि कृत्वा अभवत् तातङ्गाशिषि इति तातङ् आशिषि अन्यतरस्यां तत्रापि सन्धि अस्ति इकारस्य य इति इको एणचि इत्यनेन अत्र अन्यत् किमस्ति अतः सम्पूर्णसूत्रमस्ति अङ्गस्य अङ्गस्य अधिकारे अस्ति इति कृत्वा अङ्गम् इति अस्मिन् अध्याये सर्वत्र आगच्छति अङ्गस्य तुह्योः तातं तातं आशिषि अन्यतरस्याम् आशिषि इत्युक्ते आशीर्लिङ्ग् अस्ति आशीर्लिङ्ग् आशिषि इति आशीर्लिङ्ग् इति नास्ति आशीर्लिङ्ग् नास्ति आशिषि इत्युक्ते ब्लेस्सिङ्ग् इति खलु आशीर्वादार्थे आशीर्वादार्थे आशिषि इत्युक्ते सप्तम्यन्तं कार्यस्थानं तातं इति आदेशः कुत्र भवति इत्युक्ते तु अथवा हि इत्यनयोः स्थाने भवति तात् इति आदेशः भवति तु हि इत्यस्य स्थाने भवति इत्युक्ते कुत्र भवति लोट् लकारे पठतु पठतात् इति भवति अथवा जानीहि जानीयात् इति भवति तदेव खलु जानीयात् वा जानीहि इति हकारः मध्यमपुरुषस्य एकवचने पठ धातुः तु न भवति पठतात् इति भवति खलु हा यद्यपि हकारः तत्र विशिष्टलोपः भवति तदापि तस्य लक्षणं तिष्ठत्येव पठतात् इति रूपं भवति खलु भगिनि मध्यमपुरुष पठ पठतात् इति भवति सत्यं तत्र तात् इत्यत्र तु हीत्यस्य विकल्पेन तातादेशः खलु हा विकल्पेन रूपद्वयमपि साधु परन्तु जानीहि किं भवति जानीतात् अस्तु जानीहि जानीतात् परन्तु तात् तु न उपयोगः कुर्मः खलु तु सर्वदा आशीर्वादार्थे अस्ति उपयोगः अस्ति आशीर्वादार्थे उपयोगः अस्ति सामान्यतया नास्ति परन्तु आशीर्वादार्थे अस्ति ओ एवम् अस्तु आशीर्वादार्थे जानीतात् इति वदामः वा जानीतात् इति प्रयोगः अस्ति सामान्यतया न पश्यामः परन्तु अस्ति यथा तत्र शुभं भूयात् इति यदा वदामः एवमेव तत्र जानीतात् इति वक्तुं शक्यते तत्तु विधि आशीर्लिङ्ग् लकारे तस्मिन् अर्थे यथा आशीर्वादार्थे आशीर्लिङ्गि अस्ति एवमेव अत्रापि आशीर्वादार्थे वक्तुं शक्नुमः कृपया जानीहि तद्वत् वा तद्वत् आशीर्वादं दत्वा तत्र कमपि वयं प्रेषयामः चेत् तदानीं तथा अग्रे पठामि वा इदानीम् एकक्षणं पश्यामः भगिनि. इदानीं मम प्रश्नः अस्ति, तुह्योः इत्यस्य स्थाने तातङ् आदेशः भवति इति उक्तं, परन्तु तुहि इत्यस्य कुत्र आदेशः भवति इति न उक्तं. भवती उक्तवती पठतात् इति रूपम् अस्ति इति कृत्वा तत्र हि इत्यस्य सम्पूर्णस्य स्थाने आदेशः इति उक्तं, परन्तु तादृश अर्थः कथं लभ्यते इति वक्तव्यम्. यतोहि सामान्यव्यवहारः कः? तु अनन्तरं हि इति लोट् लकारे एव द्रष्टुं शक्नुमः. प्रथमपुरुष एकवचने तु आयाति, अनन्तरं मध्यमपुरुषे एकवचने हि इति लोट् लकारे एव भवति. अतः अस्य सूत्रस्य प्रसक्तिः लोट् लकारे एव भवति, परस्मैपदी लोट् लकारे. हा सत्यं, तत्सर्वं सत्यं, परन्तु सामान्यव्यवहारः इदानीं तत्र उत्तमस्य सह इत्यत्र परिभाषाद्वयम् आसीत् खलु. उत्तमस्य सह इत्यत्र नित्यं नितः इत्यत्र किम् उक्तवन्तः? उत्सर्गः अलोन्त्यस्य इति उक्तं खलु. हा अलोन्त्यस्य, अत्र अलोन्त्यस्य इत्यस्य प्रसक्तिः नास्ति वा? अत्र तु हि इत्यनयोः स्थाने, अत्र तु हि इत्यनयोः स्थाने तत्कारणं सम्पूर्ण तु गच्छति, तात् आगच्छति, नकारः अन्ते अस्ति इति कृत्वा निच्च इति परिभाषासूत्रेण सम्पूर्णस्य स्थाने सम्पूर्णम् आयाति इति भवति. न न न न, निच्च इति सूत्रेण अन्तादेशः, निच्च इति सूत्रेण सम्पूर्णादेशः नास्ति. ओ नास्ति, विस्मृतवती, सर्वं पठित्वा विस्मरामि. अनेकाश्चित् सर्वस्य कार्यं करोति वा? अनेकाश्चित् सर्व, समीचीनम्. इदानीं तत्र किमस्ति इति चेत् वस्तुतः उत्सर्गः कः अत्र? अत्र उत्सर्गः अलोन्त्यस्य, अलोन्त्यस्य इति उत्सर्गः, तर्हि अन्तादेशः स्यात् खलु. हा हा, अलोन्त्यस्य इत्यनेन तु इत्यत्र उकारस्य स्थाने तातङ् आदेशः स्यात्, हि इत्यस्य इकारस्य स्थाने तातङ् आदेशः स्यात् खलु. इति सामान्यव्यवहारः, अलोन्त्यस्य इति सामान्यसूत्रम् आगच्छति. तत्सूत्रं प्रबाद्य अनेकाल् षित् सर्वस्य इति सूत्रेण तातङ् आदेशः अनेकाल् अस्ति, एकः अल् नास्ति तत्र. तातङ् इत्यत्र अनेके वर्णाः सन्ति, एकः अल् नास्ति, एकः अल् न, अनेकाल् अनेकाल् अस्ति तातङ्. अतः सम्पूर्णस्य स्थाने तु इत्यस्य स्थाने आदेशः तातङ्, हि इत्यस्य स्थाने तातङ्. परन्तु अनेकाश्चित् सर्वस्य इत्यस्य अपि एकः अपवादः अस्ति, निच्च इति एकः अपवादः. निच्च यत्र आदेशः नित् अस्ति, तादृश आदेशः अन्तादेशः भवति, अन्त्यस्य स्थाने आदेशः भवति. तर्हि तातङ् नित् अस्ति इति कृत्वा अन्त्यस्य स्थाने आदेशः स्यात्, तु इत्यस्य उकारस्य स्थाने आदेशः स्यात्, हि इत्यत्र इकारस्य स्थाने आदेशः स्यात् खलु. एवं सति इष्टरूपं न प्राप्नुमः. तु इत्यस्य तातङ् इति किमर्थं दत्तवान्? नकारः न भवति चेत्, हा न भवति चेत् तत्र किं भवति इति चेत्, तातङ् न भवति इति चेत् तत्र तिप् इति प्रत्ययः पित् अस्ति, अतः गुणः सम्भवति तत्र, परन्तु गुणः न इष्टः तत्र. नकारः अस्ति चेत् गुणः न, अतः तत्र नित्वं तत्रापि योजितम्. तर्हि इदानीं चिन्तनीयम्, अत्र महान् प्रश्नः अस्ति. निच्च इति सूत्रेण अन्तादेशः स्यात् खलु, परन्तु अन्तादेशः अन्तादेशं कुर्मः चेत् तत्र तात् इति न प्राप्नुमः. तत् तत्तात् तत्तात् इति भवति, पठिततात् पठततात् इति अनिष्टरूपमस्ति. तर्हि तत्र चिन्तनं किम् इति अग्रे उच्यते. इदानीं तुह्यो तातङ् आशिष अन्यतरस्याम् इति सूत्रार्थः कः इति एकवारं शोभाभगिनी वदतु. आं भगिनि, तत्र तु अपि हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे इति वैकल्पिकः अपि अस्ति अन्यतरस्याम् इति सूत्रे उक्तम् इति कृत्वा तत्र अङ्गस्य अधिकारे अस्ति अनुवृत्तिसहितसूत्रम् अङ्गस्य तुह्योः तातङ् आशिषि अन्यतरस्याम् सूत्रस्य अर्थः अस्ति यदा लोट्लकारे प्रथमपुरुषे एकवचने अपि च मध्यमपुरुषे एकवचने तु अपि हि इति प्रत्ययः प्रत्ययौ आगतः तदा द्वयोः स्थाने विकल्पेन तात् इति आदेशः भवति तदपि आशीर्वादस्य अपेक्षा अस्ति चेत् तादृशः प्रयोगः भवति इति अपि च सूत्रस्य अर्थः तु तत् तावत् इति अवगतम् अन्यत् किं वदनीयं भगिनी तत्र न समीचीनं समीचीनम् इति सामान्य अर्थः तु स्थाने तातङ् आदेशः हि स्थाने तातङ् आदेशः इति सम्पूर्णतया आदेशः इति समीचीनं परन्तु सूत्रदृष्ट्या कथं तत् प्राप्नुमः इति प्रश्नः महान् प्रश्नः यतोहि अलोन्त्यस्य इति सूत्रेण अन्तादेशः भवति इति उत्सर्गः इति सामान्यनियमः तस्य अपवादः अस्ति अनेकाल्षित् सर्वस्य यत्र आदेशः अनेकाल् अस्ति तदानीं तत्र सर्वस्य आदेशः भवति इति उक्तम् आम् तत्र तातङ् इति अनेकाल् अस्ति अपि च अलोन्तस्य इत्यस्य प्रयोगः भवति चेत् तत्र तु इत्यस्य उकारस्य एव स्थाने आगच्छति अपि च हि इत्यस्य इकारः अपि अस्ति तत्र तस्य स्थाने एव भवति अतः तत्र क्लेशः भवति इति किल न इदानीम् अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकाचित् सर्वस्य इत्यनेन कार्यं भवति चेत् सम्यक् भवति क्लेशः नास्ति परन्तु अनेकाचित् सर्वस्य इत्यस्य अपि अपवादः अस्ति एकम् अपवादसूत्रमस्ति निच्छ इति सूत्रमस्ति निच्छ इति सूत्रं किं वदति इति चेत् आदेशः अनेकाल् चेद् अपि यदि नित् अस्ति तर्हि आदेशः अन्तादेशः भवति अन्त्यस्य स्थाने आदेशः भवति तर्हि इदानीं तातङ् इति नित् अस्ति खलु आम् अतः अन्तादेशः स्यात् अन्तादेशः भवति चेत् इष्टरूपं न प्राप्नुमः यतोहि तु इत्यस्य उकारस्य स्थाने तातङ् हि इत्यस्य इकारस्य स्थाने तातङ् इति आदेशः भवति तथा स तत्र पुनः अलोन्त्यस्य इत्यस्य एव सूत्रवत् एव कार्यं भवति अलोन्त्यस्य नास्ति अनेकाश्चित् सर्वस्य इत्यनेन कार्यं स्यात् तदानीं न तत्र पुनः निच्च इति तादृशं वदति वा तादृशं परन्तु भेदः कः इति चेत् निच्च इत्यत्र अनेकालादेशः स्यात् आम् आम् अलोन्त्यस्य इत्यत्र अनेकालादेशः नास्ति नास्ति आम् इति भेदः अस्ति तर्हि अन्ततो गत्वा कथञ्चित् अनेकाचित् सर्वस्य इति सूत्रेण कार्यं साधनीयं भवति तत् कथम् इति अग्रे बोनस् मध्ये अस्ति बोनस् क्वश्चन् इति मध्ये अस्ति तत्र पठामि वा सूत्रार्थः इदानीं स्पष्टं खलु अत्र आं भगिनि कोऽपि प्रश्नः अस्ति वा भगिनि मम एकः प्रश्नः अस्ति अन्यतरस्याम् इति पदं सप्तम्यन्तं पदम् इति लिखितमस्ति सप्तम्यन्तं यदि चिन्तनं कुर्मः तर्हि तस्य प्रातिपदिकं किं भवति भगिनि अत्र अव्ययमस्ति महोदय अन्यतरस्याम् इति एकम् अव्ययमस्ति तत्र विभक्तिसहित अव्ययम् अन्यतरस्याम् इति एव तर्हि विभक्तिसहित अव्ययम् तादं कथं तात् भवति पुनः पृच्छतु तादं कथं तात् भवति तत्र अकारः अपि अकारः उच्चारणार्थः तातङ् इत्यत्र अकारः उच्चारणार्थः यतोहि तत्र अकारः नास्ति चेत् तर्हि तत्र किं भवति तान् यदि उच्चारणं भवितुं कठिनं उच्चारणदोषः भवति, तत्र क्लेशः भवति, उच्चारणार्थं क्लेशः भवति इति कृत्वा अकारः योजितः. अस्तु अस्तु भगिनि, पवर् पठतु. आं भगिनि, तत्र बोनस् इति दत्तम्. अत्र प्रश्नः उदेति, अयं तातङ् आदेशः कस्य स्थाने आयाति इति. यः कोऽपि आदेशः, सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलोन्त्यस्य इति. अनेन आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति. अयम् अन्तादेशः इत्युच्यते अलोन्त्यस्य षष्ठिविभक्तिद्वारा. यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. परिभाषासूत्रमस्ति, अलः षष्ठ्यन्तम् अन्त्यस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम्. षष्ठीस्थाने योगा इति इत्यस्मात् षष्ठीस्थाने इत्यनयोः अनुवृत्तिः, षष्ठी अपि स्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः, विद्यमानः आदेशः. तत्र उपरि दत्तमस्ति, यदा यः कोऽपि आदेशः भवति तत् आदेशः कस्य स्थाने कस्य स्थाने आयाति इति निर्णयं भवनीयं. तस्य कृते सामान्यसूत्रमस्ति अलोन्तस्य इति. तेन सूत्रेण तत् सूत्रं किम् इति दत्तं. तत्र षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः भवति, तत्र सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने, यः वर्णः अन्ते अस्ति तत्र तस्य एव स्थाने भवनीयम् इति. इदं तु परिभाषासूत्रम् अस्ति तत्र. अपि च अलः षष्ठ्यन्तं, तत्र अन्त्यस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम् इति. अपि च षष्ठी स्थाने योग इत्यस्मात् तत्र षष्ठी स्थाने इत्यनयोः अनुवृत्तिः इति. अनुवृत्तिसहितसूत्रं भवति षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. किम् अस्ति तत्र? तत्र अर्थस्य किं विद्यमानः आदेशः इति तत्र किं भवति इति न स्पष्टं. अनुवृत्तिसहितसूत्रे षष्ठ्या अन्त्यस्य अलः स्थाने इति विद्यमानः आदेशः, यत् यः कोऽपि आदेशः भवति, यः कोऽपि विद्यमानः आदेशः, यः कोऽपि आदेशः भवति, तत्र षष्ठी एव स्थानी अस्ति खलु सूत्रे, षष्ठी एव स्थानी, तस्य स्थाने यः आदेशः प्रथमविभक्तौ भवति तर्हि षष्ट्यन्तं पदं यदा सूत्रेषु वयं पश्यामः, षष्ट्यन्तं पदं सदा सामान्यतया पदस्य अङ्गस्य इति तादृशं भवति खलु, पदस्य स्थाने अङ्गस्य स्थाने इति तादृशं भवति. तर्हि तत्र क्लेशः भवति, पदस्य स्थाने इति वदामः चेत् सम्पूर्णपदस्य स्थाने वा इति प्रश्नः उदेति. सम्पूर्णपदस्य स्थाने आदेशः वा सम्पूर्ण अङ्गस्य स्थाने आदेशः वा इति प्रश्नः उदेति, अथवा सम्पूर्णधातोः स्थाने आदेशः वा इति प्रश्नः उदेति. तदर्थम् अत्र परिभाषासूत्रम् अलोन्त्यस्य इति वदति, न अत्र सम्पूर्णपदस्य स्थाने आदेशः नास्ति, सम्पूर्ण अङ्गस्य स्थाने आदेशः नास्ति, सम्पूर्णधातोः स्थाने आदेशः नास्ति. यत्र यत्र षष्ठ्यन्तं पदम् अस्ति तत्र सर्वत्र सम्पूर्णस्य स्थाने आदेशः नास्ति, परन्तु अन्त्य अल्वर्णस्य स्थाने आदेशः इति सामान्यव्यवहारः, सामान्यनियमः. अतः इदं सूत्रम् उत्सर्गसूत्रम्. आं भगिनि, अत्र विद्यमानः आदेशः इत्युक्ते षष्ट्या अन्त्यस्य अलः स्थाने यः आदेशः सूत्रेषु यत् यत् यत् प्रथमाविभक्तौ निर्दिष्टम् अस्ति तद् षष्ट्यन्तम् इति पदस्य सम्पूर्णस्य नास्ति परन्तु अन्त्यस्य आदेशः भवति इति अर्थः अवगतम् आं भगिनि आम् अस्तु अस्तु तर्हि तत्र अत्र भवती किम् उक्तवती तत्र द्विवारम् उक्तवती निर्णयं भवनीयम् इति उक्तवती खलु निर्णयं भवनीयं भवनीयः निर्णयं भवनीयः इति तत्र वाक्यं कीदृशं तत्र भवनीयः तत्र धातुः कः ओ भूधातुः भूधातुः कीदृशः अजन्तधातुः न अस्तु सकर्मक नास्ति अकर्मक अस्ति तर्हि तत्र भवति भवनीयः प्रयोगः कर्मणि प्रयोगः वा भावे प्रयोगः वा भावे अकर्मकधातोः कृते भावे प्रयोगः एव भवति भावे प्रयोगः अस्ति चेत् तत्र किं किं कथं वक्तव्यं यदि कर्तरिप्रयोगे वदति चेत् वाक्यं कथं भवति कर्तरि अस्ति चेत् भवनीयः भवनीया भवनीयं भवति न न कर्तरिप्रयोगे अनियर् प्रत्ययः न न अनियर् प्रत्ययः केषु अर्थेषु भवति केवलकर्मणि अभावे कर्मणि अथवा भावे कर्तरि न भवति खलु सत्यं भगिनि विस्मृतवती क्षम्यतां कर्मणि एव भवति हा कर्मणि नो चेत् भावे भवति इदानीं कर्तरिप्रयोगे वदामः चेत् कथं वदामः लिङ्ग्लकारे वदामः अभवत् हा विधिलिङ्ग्लकारे वदामः खलु वदामः भवेत् निर्णयः भवेत् इति वाक्यं निर्णयः भवेत् इति वाक्यमस्ति कर्तरिप्रयोगे तदेव इदानीम् अनियर् प्रत्ययं स्वीकृत्य भावे प्रयोगे वदामः चेत् तत्र यदि मया करणीया इति इति अर्थे भवति मया निर्णयं करणीयम् इति भवति न न भूधातुं स्वीकृत्य वदतु भावे प्रयोगे हा मया करणीयं तत्र तु क्लेशः मया तत्र समीचीनं तत्र हा अनियर् भूयोगः अनियर् भवनीयमिति रूपं समीचीनं भवनीयमिति रूपं समीचीनं परन्तु वाक्यं कथं भवति मया कर्तरिप्रयोगे उक्तं निर्णयः भवेत् इति उक्तं वाक्यं तदेव इदानीं भावे प्रयोगे करोतु तत्र भवनीयम् इति अस्ति अतः तत्र निर्णयेन निर्णयः भवनीयम् इति भवति न निर्णयः इति इदानीं तत्र कर्मरूपेण भवति वदति कर्म नास्ति इदानीं निर्णयः धातुः अकर्मकः भावे कर्म कर्ता कः इदानीं मया नास्ति निर्णयेन भवनीयम् इति वाक्यं यतोहि कर्तरिप्रयोगे कथम् अस्ति वाक्यं निर्णयः भवेत् तृतीया भवति कर्तृ निर्णयेन भवनीयम् इति वाक्यं निर्णयेन भवनीयम् सम्यक् अस्तु अत्र केवलं किमर्थम् उक्तमिति चेत् तत्र सर्वदा भूधातोः विषये तत्र सर्वेषां भ्रमः भवति सर्वेषां भ्रमः भवति पण्डितानामपि भ्रमः भवति अतः चिन्ता मास्तु तत्र केवलम् अस्माकं ज्ञानार्थम् उक्तवती तावदेव आं भगिनि तत्र अधुना अवगतं खलु भावे प्रयोगः अस्ति इति कृत्वा तत्र कर्ता कः इति स्पष्टतया अवगन्तव्यं कर्म न भवति एव अतः निर्णयः इति वदामः चेत् कर्मरूपेण वदामः तथा नास्ति तत्र भावे अस्ति चेत् आत्मनेपदीरूपम् अपि च सदा सर्वदा एकवचने प्रथमपुरुषे एव भवति अपि च अकर्मकधातूनां कृते आम् नपुंसकलिङ्गे भवति नपुंसकलिङ्गे एकवचने भवति अस्तु अस्तु समीचीनम् इदानीम् अथवा अस्माकं मूलविषयं प्रति गच्छामः तर्हि अलोन्तस्य इति उत्सर्गसूत्रं तस्य अपवादः इदानीं तत्र लक्ष्मीभगिनी अग्रे पठतु अलोन्त्यस्य इत्यस्य उदाहरणं दत्तमस्ति तत् तत्तु परिचितमेव अस्ति सारधातुक अर्धधातुकयोः इति सूत्रं परिचितमेव अस्ति तत् पठनीयं वा नो चेत् त्यजामः वा नो चेत् एकवारं झटिति पठतु आम् यथा सार्वधातुक अर्धधातुकयोः सार्वधातुके अर्धधातुके च प्रत्ययपरे इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुकश्च अर्धधातुकश्च तयोः इतरेतरद्वन्द्वः सार्वधातुकार्थधातुके तयोः सार्वधातुकार्थधातुकयोः सार्वधातुकार्थधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तं येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः न वक्तव्यं खलु भगिनि अग्रे पठामि वा केवलम् अनुवृत्तिसहितसूत्रे तत्र अलोन्त्यस्य इत्यस्य किं कार्यम् इति एकवारं वदतु इकः अग्रिमवाक्ये अग्रिमवाक्ये उक्तमस्ति तद् पठित्वा वदतु भूयोग शप् इति स्थितौ चिन्तयतु अनुवृत्तिसहितसूत्रे अङ्गस्य गुणः इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात् किन्तु अलौङ्क्यस्य इति परिभाषासूत्रेण सूत्रस्य सहायेन तथा न भवति भूयोग शप् भूयोग आ अलौङ्क्यस्य इत्यनेन अन्तादेशः ऊकारस्य स्थाने ओकारः भूत्वा भो योग आ तदनन्तरं यचोयवायावः इत्यनेन भव इति अङ्गं निष्पद्यते भूयोगशप् इति इत्यस्मिन् प्रसङ्गे भू इति धातुः अस्ति अङ्गम् अपि तत्र इकः अङ्गस्य गुणः इत्यनेन इकः अङ्गस्य इत्यनेन अङ्गस्य भू इत्यस्य सर्वत्र तस्य गुणादेशः भवति वा इति प्रश्ने सति न भवति तत्र अलौन्त्यस्य इति सूत्रस्य सहायेन भू इत्यस्य अङ्गस्य इकः स्थाने एव तदपि अन्त्यस्य स्थाने अन्तिमवर्णस्य स्थाने एव गुणादेशः भवति इति अर्थः निष्पद्यते तदनुसारं भूयोगशप् इति इत्यस्मिन् प्रसङ्गे ऊकारस्य स्थाने ओकारः भूत्वा भो इति भवति अलौन्त्यस्य इति सूत्रस्य सहायेन समीचीनं समीचीनम् इदानीं तत्र उषाभगिनी वदतु तत्र भूयोगः शप् इत्यत्र पुगन्तलघुपदस्य च इति सूत्रे अलोन्त्यस्य इति सूत्रं नास्ति चेत् तत्र किं भवति पुगन्तलघुपदस्य च इति सूत्रेण इति सूत्रस्य अलोन्तस्य इति परिभाषा नास्ति चेत् पुगन्तलघुपदस्य च भगिनि प्रश्नः किं भगिनि भूयोगः शप् इत्यत्र तत्र गुणः भवति इति उक्तं खलु गुणः कुत्र भवति भू इति अङ्गे कुत्र भवति गुणः अलोन्त्यस्य इति सूत्रं नास्ति चेत् अलोन्तस्य इति नास्ति चेत् अन्त्य अकारः इति न उच्यते देन् भू द भकार ऊकार सर्वस्य भकार ऊकार सर्वस्य गुणः भवितुम् अर्हति भगिनि तर्हि भवति चेत् किं भवति तर्हि भवति चेत् तर्हि भवति चेत् ओन्ली अकारः इकः एव गुणवृद्धिः भगिनि न इदानीं भवती उक्तवती भू इत्यस्य सम्पूर्णस्य गुणः भवति तर्हि गुणः कः गुणसंज्ञकवर्णः कः गुणसंज्ञकवर्णकः ऊ एव अस्ति अत्र ऊकारस्थाने ओ अस्ति भूस्थाने ओ अस्ति सम्पूर्णस्य भवति इति उक्तवती खलु इदानीम् आं भगिनि सम्पूर्णस्य भवति चेत् किं भवति तत्र ओ योगः एव अस्ति तर्हि तत्र रूपं किं भवति अन्तिमरूपम् ओ योगः अ इति अस्ति चेत् एचो अयवायावः इत्यनेन अव एव भवति तर्हि भव इति स्यात् रूपं परन्तु अव इति रूपं निष्पद्यते अलोन्त्यस्य इति सूत्रं नास्ति चेत् तर्हि भव इति रूपं न प्राप्नुमः अव इति रूपं प्राप्नुमः किमर्थम् इति चेत् तत्र सूत्रे इकः अङ्गस्य गुणः इति उक्तम् अङ्गस्य गुणः तर्हि अङ्गस्य सम्पूर्णस्य गुणः इति वयं तादृश अर्थः निष्पद्यते यदि अलोन्त्यस्य इति सूत्रं नास्ति तर्हि अवति इति रूपं वयं प्राप्नुमः तद् न इष्यते तन्न इष्यते तदर्थं भगिनी अव इत्यपि न भवति किं पूर्वरूपम् एङि पररूपम् अव अव्योगः योगः अ इति ओ इति एव भवति ओ योगः अ इति तत्र ओ इति पदं नास्ति खलु एङि पदान्तात् अपि खलु एङि पदान्तात् अपि पदं नास्ति इति कृत्वा तादृशं नास्ति अव इति रूपं भवति अस्तु इदानीं तत्र अङ्गस्य गुणः इति उक्तत्वात् सम्पूर्ण अङ्गस्य गुणः भवति वा इति चेत् न तत्र अलोन्त्यस्य इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य एव गुणः इति कृत्वा भू इत्यस्य अन्तिमवर्णः ऊकारस्य स्थाने गुणः अतः तत्र भो इति निष्पद्यते तादृशं प्राप्तुम् अलोन्त्यस्य इत्यस्य प्रयोजनम् अस्ति अवगतं खलु आं भगिनि अस्तु इदानीं मीना भगिनी अग्रिमं किञ्चित् पठतु श्रूयते वा भगिनि आम् किन्तु आदेशे एकस्मात् अधिकः वर्णाः सन्ति चेत् अनेकाश्चित् सर्वस्य इत्यनेन पूर्णस्थानिनः स्थाने भवति अनेकाश्चित् सर्वस्य आदेशः अनेकाल् आदेशः एक एव वर्णः न अपि तु एक एव वर्णः न अपि तु अनेके वर्णाः अथवा चित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थाने इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः न एकः अनेकः नन्तत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहि शकारः इत् यस्य सः षित् बहुव्रीहि अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने अत्र अनेकाश्चित् अलोन्तस्य इति सूत्रं पठितम् इदानीम् अलोन्तस्य अन्त्यवर्णस्य अल्वर्णस्य एव आदेशः भवति इति अनेकाश्चित् सर्वस्य इति तस्य अपवादसूत्रः यस्य आदेशः एक अल् नास्ति अनेकवर्णाः सन्ति चेत् अत्र तात् इति एकवर्णः नास्ति इत् भवति अनेकवर्णाः सन्ति चेत् तस्मिन् समये सर्वादेशः भवति अन्तिमवर्णस्य आदेशः न स्यात् परन्तु सर्वस्य आदेशः भवति अत्र उदाहरणं हि तु उदाहरणं तु इति स्थाने तात् भवति तु इति स्थाने इत् अपि च उ वर्णद्वयम् अस्ति अत्र अलोन्तस्य इति सूत्रेण उकारस्य ताप् भविष्यति चेत् इत् ताप् इति भविष्यति तत् अनिष्टं रूपं तस्मात् तस्य साहाय्यं करोति अनेकाश्चित् इति अपवादः करोति अनेकाश्चित् सर्वस्य तात् इति अनेकाल् अस्ति इत् आ इत् वर्णत्रयम् अस्ति तस्मात् अनेकाश अनेकाल् अस्ति चेत् सर्वस्य तु इति सर्वस्य पदस्य वर्णस्य तात् इति भवति सो तस्मात् तु तात् भवति न तु इत् तात् समीचीनं समीचीनं तर्हि सूत्रमस्ति अनेकाल् षित् सर्वस्य आदेशः अनेकाल् अत्र अनेकाल् इत्यत्र भ्रमः नास्ति भ्रमः न स्यात् अनेकाल् इत्युक्ते वर्णत्रयं स्यात् इति नास्ति तत्र वर्णद्वयम् अस्ति चेदपि अनेकाल् एकाल् एकाल् इत्युक्ते एकः एव अल् यस्य सः एकाल् अनेकाल् इत्युक्ते न एकः अल् अनेकाल् न एकः अल् अनेकाल् न एकः अनेकः अनेकः न एकः अनेकः अनेकः अल् यस्य सः अनेकाल् इति यथा एकः अल् यस्य सः एकाल् न एकः अनेकः अनेकः अल् यस्य सः अनेकाल् अतः अनेकाल् इत्यत्र वर्णद्वयम् अस्ति चेत् पर्याप्तं तर्हि यत्र आदेशे वर्णद्वयम् अस्ति तादृश आदेशः अनेकाल् अनेकाल् अथवा षित् आदेशः कुत्रचित् आदेशस्य निर्देशः शकारः इत् यस्य सः इति षित् इति इत्यनेन अपि भवति तादृशसन्दर्भे सम्पूर्णस्य स्थाने आदेशः भवति अनेकाल् अथवा षित् अस्ति चेत् न तु अन्त्यस्य इति इदमपि परिभाषासूत्रम् अस्तु इतः अग्रे इतोपि अग्रे अग्रिमसप्ताहे पश्यामः अत्र स्थगयामः कोऽपि प्रश्नः वा अस्तु नास्ति चेत् विरमामः धन्यवादः धन्यवादः भगिनि नमस्कारः।